गुरुविष्णुगुरुदेव महेश्वरः गुरुसाक्षात् परब्रह्मस्मि श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र अनुमितिः अनुमितिः यः विषयः तस्य तस्य आवश्यकता कस्मिन् विषये इति पृष्टे सति तत्र विभागः अतिरिक्तगुणः अपि संयोगनाशकः अस्ति एषः गुणः अस्ति इति प्रदर्शयितुं तत्र प्रत्यक्षेण न शक्नुमः अतः तत्र प्रत्यक्षज्ञानं तस्य नास्ति अतः अनुमानरीत्या वयं तस्य तत् साधयामः नाम गुणः अस्ति इति साधयामः अतः तत्र अनुमितिः इति विषयः अनुमानम् अनुमानज्ञानम् अनुमानज्ञाने तत्र चत्वारः अंशाः सन्ति नाम तत्र पक्षः इति अस्ति साध्यमिति अस्ति हेतुः अस्ति अपि दृष्टान्तः अत्र हेतुः हेतुः यः अस्ति तम् उपयुज्य हेतुम् उपयुज्य साध्यं पक्षे अस्ति इति अस्माकं चिन्तनं तत्र तदा तत्र किं भवति हेतुः अपि साध्यं साध्यः अथवा साध्यं यत् अस्ति तयोः मध्ये व्याप्तिः नाम यत्र यत्र हेतुः तत्र तत्र साध्यम् इति व्याप्तिज्ञानम् अपेक्षितम् अपि हेतुः पक्षे अस्ति इति अपि ज्ञानम् अपेक्षितं नाम हेतुः पक्षे अस्ति नाम तत्र पक्षः हेतुमान् अपि तदनन्तरं तत्र हेतुः अपि साध्ययोः मध्ये व्याप्तिः नाम तत्र साध्यव्याप्यहेतुः इति ज्ञानं तत्र व्याप्तिज्ञानं तदनन्तरं साध्यव्याप्तिहेतुमान् पक्षः इति तत्र परामर्शः नाम तत्र हेतुः पक्षे अस्ति किन्तु हेतुः कीदृशः हेतुः साध्यव्याप्यहेतुः तादृशहेतुः पक्षे अस्ति चेत् साध्यः अपि पक्षे अस्ति इति तदनन्तरं धनमिति ज्ञानं भवति तर्हि पक्षधर्मताज्ञानं व्याप्तिज्ञानं तदनन्तरं परामर्शः तदनन्तरम् अनुमितिः इति भवति एतानि सोपानानि तत्र व्याप्ति नाम किम् इति गतवर्गे दृष्टवन्तः तत्र न्यायरीत्या लौकिकरीत्या तत्र यत्र यत्र धूमः तत्र तत्र हेतुः तत्र धूमः व्याप्यः तत्र वह्निः व्यापकः तत्र यत्र यत्र धूमः तत्र तत्र वह्निः तत्र धूमः व्याप्यः अपि वह्निः व्यापकः यस्य क्षेत्रं बृहत् अस्ति तद् व्यापकः यस्य क्षेत्रं न्यूनमस्ति तदस्ति व्याप्यं धूमः यत्र यत्र अस्ति तत्र वह्निः निश्चयेन अस्ति किन्तु यत्र यत्र वह्निः अस्ति तत्र धूमः भवेत् इति नास्ति अतः वह्निः क्षेत्रं बृहत् वह्निः व्यापकः अपि धूमः व्याप्यः इदानीं तत्र व्याप्ति नाम किम् इति नाम व्याप्यः इत्युक्ते तत्र व्याप्तिमान् इति आगच्छति अतः व्याप्तिः तस्य अर्थः कः इत्युक्ते तत्र अथवा व्याप्यः तस्य अर्थः किम् इत्युक्ते व्याप्तेः अर्थः एव इदानीं व्याप्तिः इति तस्य न्यायशास्त्ररीत्या कृतवन्तः अतः हेत्वादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगिसाध्यम् तादृशसाध्यसामानादिकरणीयं व्याप्तिः इति तत्र भागद्वयमासीत् तत्र किञ्चित् तत्र कुर्मः तत्र प्रथमभागः एतत् तदनन्तरं द्वितीयभागः तादृशसाध्यसमानादिकरण्यम् इति व्याप्तिः इति अस्ति तर्हि तत्र आनीताभगिनी नमस्कारः नमस्कारः नमस्कारः तर्हि तत्र शोभा भगिनी तत्र किञ्चित् वदति वा, तत्र हेत्वादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्यः, तत्र धूमः अपि वह्निः उपयुज्य? आम् महोदय, तत्र सम्यक्तया न दृश्यते, तु करपत्रे कुत्र अस्ति महोदय? न केवलम् एतद् वाक्यं, केवलम् एतद् वाक्यं यद् इच्छति चेत् बृहत् करोमि भगिनि, तावदेव. हेत्वादिकरणवृत्ति अत्यन्ताभावः अप्रतियोगी साध्य समानाधि नाम साध्यः हेत्वादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्यः. हा इत्युक्ते तत्र साध्यः इति कीदृशः इति चिन्तनं. हा हेत्वादिकरणवृत्ति इत्युक्ते हेतोः अधिकरण वृत्ति इत्युक्ते तत्र तत्र अत्यन्ताभावः कुत्र वर्तते इति दृष्टवन्तः पूर्वस्मिन् वर्गे. हेत्वादिकरणवृत्ति अत्यन्ताभावः अस्ति चेत् तत्र अप्रतियोगी भवति इति साध्यम्. तर्हि सोपानेन गच्छामः, समीचीनं समीचीनं. तर्हि सोपानेन गच्छामः, तत्र हेतुः धूमः इति चिन्तयामः, अपि वह्निः साध्यं, साध्यं साध्यः साध्यः. हा तर्हि अत्र हेत्वादिकरणवृत्ति अत्यन्ताभावः इति तत्र एतावत् एतदस्ति विशेष्यं, हेत्वादिकरणवृत्तिः अस्ति विशेषणम्. तर्हि हेत्वादिकरणवृत्ति नाम हेतोः अधिकरणे वर्तते. किम् इति चेत् अत्यन्ताभावः इति. अत्यन्ताभावः, समीचीनम्. अतः हेत्वादिकरणे करणवृत्तिः अत्यन्ताभावः. तर्हि तत्र हेतुः कस्मिन् स्थित् अधिकरणे अस्ति? अत्र अधिकरणं हेतोः अधिकरणं, तत् पर्वतः भवेत्, उत्पीठिका भवेत्, किमपि भवेत् अधिकरणं, तस्मिन् अधिकरणे नाम हेत्वादिकरणवृत्तिः नाम तस्मिन् अधिकरणे वर्तते, वृत्तिः नाम वर्तते. तस्मिन् अधिकरणे किं वर्तते अथवा कः वर्तते? अत्यन्ताभावः, अत्यन्तः भावः वर्तते. अस्मिन् अधिकरणे यः कोऽपि अत्यन्तः भावः वर्तते, नाम घटस्य अभावः वा पटस्य अभावः वा कस्यापि अभावः तत्र वर्तते, तदा किं भवति? तदा तस्य प्रतियोगी नास्ति इति. न न, तस्य प्रतियोगी अस्ति, किन्तु तस्य प्रतियोगी अप्रतियोगी साध्यं, साध्यस्य साध्यसमान समानाधिकरणीयम्. अस्तु अस्तु अस्तु, तर्हि तत्र इदानीं हेत्वादिकरणवृत्ति अत्यन्ताभावः तावत् पर्यन्तम्. इदानीम् अप्रतियोगी इति अस्ति. प्रतियोगी इत्युक्ते कः? प्रतियोगी इत्युक्ते तत्र अभावस्य, अभावस्य प्रतियोगी भवति. इत्युक्ते तत्र घटाभावः अस्ति चेत् तस्य प्रतियोगी घटः भवति. यस्य आनयनेन अभावः नश्यते इति खलु महोदय? नश्यते इति खलु, सत्यम्. अतः घटस्य अभावः अस्ति चेत् घटः प्रतियोगी भवति. आं घटः प्रतियोगी, पटाभावस्य प्रतियोगी पटः इति. इदानीम् अप्रतियोगी नाम यः प्रतियोगी न भवति इति खलु? नास्ति, नास्ति एव. अप्रतियोगी नाम प्रतियोगी नास्ति. अतः साध्यः कीदृशः इत्युक्ते, साध्यः अस्ति, साध्यः अस्ति, साध्यः अपि हेतुः तयोः मध्ये कः सम्बन्धः इत्युक्ते तत्र हेत्वाधिकरणे यः कोऽपि अत्यन्त अभावः भवेत् तस्य अभावस्य प्रतियोगी साध्यः कदापि नास्ति नास्ति आम् आम् आमां शब्दैः वदति वा इदानीं तत्र इत्युक्ते तत्र अधिकरणम् अस्ति तस्मिन् धूमः इति हेतुः अस्ति अपि च वह्निः इति तत्र साध्यं साधनीयम् इति वह्निः इति साध्यः इति वदामः अस्तु इदानीं तत्र तस्मिन् अधिकरणे अत्यन्त अभावः कस्यापि इति अत्र यद् इदानीं पश्यतु भगिनि नाम तत्र यदि उत्पीठिकां स्वीकुर्मः उत्पीठिकां स्वीकुर्मः इदानीम् उत्पीठिकायां लेखनी अस्ति इति चिन्तयतु केवलं लेखनी एव अस्ति इदानीं तत्र उत्पीठिकायां कोऽपि लेखनी अस्ति लेखनी उत्पीठिकायाम् अस्ति किन्तु उत्पीठिकायां तत्र अभावः सन्ति वा अभावाः सन्ति केवलं लेखनी अस्ति उत्पीठिकायां तर्हि उत्पीठिकायां तत्र बहवः अभावाः सन्ति खलु सन्ति घटाभावः घटाभावः अस्ति पटाभावः अस्ति तत्र यत्किमपि तत्र स्वीकुर्मः तत्र अनेके पदार्थाः सन्ति येषां तत्र अभावः तत्र उत्पीठिकायां वर्तते आम् महोदय तत्र इदानीं हेतोः अत्यन्त अभाव इदानीं न भगिनि नाम हेतुः यत्र अस्ति नाम अधिकरणम् इति मुख्यांशः नास्ति हेतोः अधिकरणम् इति एव हेतोः कुत्र वर्तते तदस्ति अधिकरणं खलु हेतुः आरभ्य तत्र किमपि उत्पीठिका अस्ति तत्र हेतुः अस्ति इति न हेतुः कुत्र वर्तते अथवा अस्तु तत्र यस्मिन् अधिकरणे हेतुः वर्तते अतः अधिकरणं किमपि अस्ति तस्मिन् अधिकरणे हेतुः अस्ति तस्मिन्नेव अधिकरणे अत्यन्ताभावः अपि अस्ति तत्र कः अत्यन्ताभावः न जानीमः किन्तु केवलं जानीमः एषः अत्यन्ताभावः हेतोः अधिकरणे वर्तते इति अत्यन्ताभावः अन्यत्र यदस्ति सः विषयः नास्ति यः अत्यन्ताभावः हेतोः अधिकरणे अस्ति सः एव विषयः अत्र तर्हि तस्य अत्यन्तः भावस्य प्रतियोगी भवेत् खलु अत्यन्तः भावः इत्युक्ते तस्य प्रतियोगी अस्ति एव आमां हा किन्तु साध्यः अप्रतियोगी भवति इत्युक्ते साध्यः अप्रतियोगी भवति इत्युक्ते अप्रतियोगी तत्र वह्निः भवति वह्निः नास्ति वह्नि अभावः इति वयं न चिन्तयामः यत् कोऽपि महोदय तत्र एकवारं पठित्वा वदामि पूर्वस्मिन् वर्गे उक्तवती किन्तु इदानीं तत्र चिन्ता मास्तु अस्तु यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः तस्य अयमेव अर्थः इत्युक्ते अस्मिन् हेत्वाधिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी साध्य सामानाधिकरण्यं व्याप्तिः इति व्याप्तेः लक्षणम् अनेन अन्वयव्याप्तिः इति अपि तत्र उक्तम् इत्युक्ते तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति वदामः तस्य अयमेव अर्थः नाम धूमाधिकरणवृत्तिः यः अत्यन्त अभावः तत्र स च वह्नेः अत्यन्त अभावः न भवति इति यतोहि धूमादिकरणे सर्वदा वह्निः भवति इति अतः वह्निः वह्नि अत्यन्ताभावः स्वीकर्तुं न शक्यते किन्तु घटपटादि अत्यन्तभावः भवति इदानीं तत्र धूमादिकरणे सर्वदा वह्निः भवति इति एव विषयः तत्र अतः तत्र वह्निः अत्यन्त अभावः न भवति कदापि अतः तत्र अत्यन्त अभावस्य प्रतियोगी वह्निः नास्ति कदापि इति दृष्टवन्तः तर्हि तत्र अप्रतियोगी साध्यं साध्यः इत्युक्ते वह्निः एव तत्र अतः तस्य हेत्वादिकरणवृत्ति अत्यन्ताभाव अप्रतियोगी वह्निः इति साध्यं तं विहाय अन्यत् किमपि प्रतियोगी भवितुम् अर्हति तत्र यस् तत्र घटः वा पटः वा सर्वेषाम् अभावः अस्ति तेषां भवति किन्तु वह्नेः न भवति यतोहि वह्निः तत्र धूमादिकरणे सर्वदा वह्निः भवति तत्र अधिकरणं धूमस्य अपि इत्युक्ते हेतोः अपि अधिकरणं तत्र एव वह्निः अपि भवति सर्वदा इत्यतः सः वह्निः अप्रतियोगी न भवति इति तावत् अस्ति अस्तु तर्हि तत्र नाम समीचीनं वह्नि नाम तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिः इति चिन्तितवन्तः अतः यत्र यत्र हेतुः तत्र तत्र साध्यः तर्हि यत्र यत्र हेतुः तत्र तत्र साध्यः तर्हि हेतुः कुत्रचित् अस्ति नाम अस्मिन् अधिकरणे हेतुः अस्ति इति वदामश्चेत् तत्र साध्यः अपि साध्यः अपि अस्ति आम् अस्ति इति चेत् वह्निः अपि अस्ति इति तत्र व्याप्तिः हा तत्र तादृशसम्बन्धः तयोः मध्ये वर्तते किन्तु सः सम्बन्धः कः इति सम्यक् रीत्या तत्र विवरणं तस्य विवरणं कर्तुम् इच्छामः तत्र सम्यक् रीत्या तर्हि धूमादिकरणे अथवा हेत्वादिकरणे तत्र यः कोऽपि अत्यन्तः भावः भवेत् नाम साध्यस्य अत्यन्तः भावः तत्र नास्ति यतोहि साध्यः साक्षात् अस्ति साध्यः अत्र अस्ति अतः साध्याभावः तत्र नास्ति अतः यः कोऽपि अत्यन्ताभावः भवेत् तत्तु साध्यस्य अत्यन्ताभावः नास्ति इति वक्तुम् इच्छामः अतः तत्र यः कोऽपि अत्यन्ताभावः हेत्वादिकरणे भवेत् तस्य अत्यन्ताभावस्य प्रतियोगी कदापि साध्यः नास्ति अतः हेत्वादिकरणे वर्तमानः अत्यन्तः भावस्य प्रतियोगी साध्यः नास्ति अत्यन्ताभावः अनेके अत्यन्ताभावाः स्युः अस्मिन् अधिकरणे अनन्ताः स्युः किन्तु प्रत्येकस्य प्रतियोगी अस्ति किन्तु प्रतियोगी कदापि साध्यः नास्ति घटः भवेत् पटः भवेत् उत्पीठिका भवेत् किमपि भवेत् किन्तु साध्यः कदापि न भवेत् इति एव तत्र नियमः तत्र इति एव व्याप्तेः लक्षणम् इति नास्ति अत्र साध्यः तादृशः इति खलु आम् महोदय हा इदानीं तत्र तादृशसाध्यः यस्मिन् अधिकरणे वर्तते तस्मिन् एव अधिकरणे तत्र हेतुः अपि वर्तते नाम महोदय तत्र प्रश्नः एतदेव अन्वयव्याप्तिः खलु आं भगिनि आं केवलम् अन्वयव्याप्तिः सत्यं सत्यं हा तत्र यतोहि एतदेव वयं गतवर्गे कृतवन्तः अतः तत्र व्याप्तिः इति सामान्यरीत्या वदामश्चेत् साध्यसामानाधिकरणीं व्याप्तिः नाम यस्मिन् साध्यः वर्तते साध्यः वर्तते तस्मिन् एव अधिकरणे हेतुः वर्तते इति एव यदि एतावत् स्वीकुर्मः व्याप्ति नाम किं यस्मिन् अधिकरणे साध्यः अस्ति तस्मिन्नेव अधिकरणे हेतुः अस्ति इति आगतं, किन्तु केवलं तत्र स्थगयामस्ति तत् समीचीनं नास्ति, साध्यः कीदृशः इति अपि वक्तव्यम्। अतः एतत् सर्वं तत्र योजितम्, एतत् दलं योजितं तत्र, यतोहि तत्र न्यूनीकृतं, नाम नो चेत् तत्र दोषः भवति। अतः एतादृशसाध्यः तस्य सामानादिकरण्यम् एव व्याप्तिः। तत्र किमर्थं साध्यस्य विवरणं कृत्वा तत्र विरमाम इति चिन्तनं किमर्थं नास्ति, यतोहि तत् साध्यस्य लक्षणं, किन्तु व्याप्तिः इति तत्र हेतोः व्याप्तिः कुत्र अस्ति वयं दृष्टवन्तः, हेतोः व्याप्यः नाम व्याप्तिमान् हेतुः, अतः व्याप्तिः कुत्र अस्ति, हेतौ अस्ति। अतः हेतौ किमपि प्रदर्शनीयम् अस्ति, व्याप्तिः नाम किम् इत्युक्ते हेतौ एतदस्ति, एषा एव व्याप्तिः इति प्रदर्शनीयम्। अतः साध्यस्य वर्णनं कृत्वा तद् न पर्याप्तं, तत्र तादृशसाध्यस्य सामानादिकरण्यं हेतौ अस्ति, अतः सामानादिकरण्यं हेतौ अस्ति, अतः एतद् सामानादिकरण्यम् एव तत्र व्याप्तिः इति आगच्छति। अतः तत्र भागद्वयं साध्यस्य विवरणम् अपि तादृशसाध्यसामानादिकरणम् एव व्याप्तिः इति द्वितीयभागः। अस्तु, तर्हि अस्मिन् विषये कोऽपि प्रश्नः? अस्तु, तर्हि अद इदानीं तर्हि अग्रे गच्छामः। तर्हि कुत्र इदानीम् अत्र स्मः, तत्र कश्चन व्याप्यः कश्चन व्यापकः इति। इदानीं तत्र एतावत् अन्वयव्याप्तेः लक्षणम्, अन्वयव्याप्तिः इति स्वीकृत्य सर्वं चिन्तितवन्तः, कुत्रचित् तत्र व्यतिरेकव्याप्तेः अपि चर्चा अभवत्, किन्तु इदानीं विभागस्य विषये व्यतिरेकव्याप्तिः अपेक्षितः, अतः अपेक्षिता, अतः तत्र व्यतिरेकव्याप्तिः इति विषये अपि तत्र किञ्चित् अस्माकं शक्तिः अपेक्षितः, तर्हि अपेक्षिता, अतः तत्र अग्रे किञ्चित् पठामः। तर्हि तत्र मृणालिनी अग्रे पठति, हा वदतु भगिनि। न, अहं तत्र उपस्थापने समयं यापितवती अपि च तावत्पर्यन्तं न आगतवती तत्र यत्र स्थापितवती इत्युक्ते। भगिनी, भवती तत्र अग्रिमे सप्ताहे उक्तवती वा तत्र उपस्थापनं? अस्मिन् सप्ताहे, अस्मिन् सप्ताहे इति उक्तवती, किन्तु नास्ति चिन्ता महोदय, अग्रिमे सप्ताहे एव। भगिनी क्षम्यताम्, अहं विस्मृतवान्। इतोपि किञ्चित् न, न, यत् भवती भवती करोतु एव, चिन्ता मास्तु, भवती कृपया करोतु, यतोहि तत्र यदपि पूर्वं पूर्वविषयः अस्ति चेत् अपि चिन्ता मास्तु। अस्तु, तत्र इत्युक्ते अहं एतावता कृतवती महोदय, यत्र भवती वदतु तद् प्रदर्शयामि। अस्तु, तत्र समयः अधिकः अपेक्षितः चेत् अग्रिमे वर्गे समापयितुं शक्नोमि, अतः तत्र आरम्भं करोमि महोदय। तर्हि विषयः कः इति तत्र आरम्भतः इति भवान् उक्तवान् इति अहं चिन्तितवती, अनुमानप्रमाणं विभागः अतिरिक्तः गुणः इति, तत् तस्मात् आरब्धवती, अपि च संक्षेपरूपेण। अस्तु, इत्युक्ते तत्र अनुमानप्रमाणम् इति विषयः, इदानीं विभागः अतिरिक्तः गुणः इति, तत्र विभागः अपि गुणः इति भवेत् इति चिन्तनम् अथवा आक्षेपः इति वक्तुं शक्नुमः इति मन्ये आसीत्, तत्र एकं लक्षणवाक्यं दृष्टवन्तः, आश्रयनाशजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाश अजन्यगुणनाशत्वात् पाकजरूपवत् पाकजरूपनाशवत् इति. इत्युक्ते तस्य अर्थः कः इत्युक्ते, घटपटयोः संयोगः इति स्थितौ घटः पटात् विभक्तः, अनेन च घटपटयोः संयोगः नष्टः इति तत्र एकः दृष्टान्तः. आश्रयनाशजन्यगुणनाशः इत्यनेन आश्रयनाशेन अजन्यगुणनाशः इति, इत्युक्ते अत्र गुणः इत्युक्ते संयोगः इति, आश्रयः इत्युक्तौ घटः पटः च. अस्मिन् दृष्टान्ते न घटः नष्टः न वा पटः, किन्तु घटपटयोः संयोगः नष्टः. अपि च अनेन सर्वजनसिद्धप्रत्ययेन संयोगनाशः इति पदार्थः सिद्ध्यति. अत्र तादृशसंयोगनाशः यः आश्रयनाशेन न जातः इति कृत्वा आश्रयनाश अजन्यगुणनाशः इति. इदानीं तत्र समानाधिकरणगुणेन जन्यगुणनाशः इति, अत्र समानाधिकरणगुणेन जन्यसंयोगनाशः इति, यथा तत्र यथा संयोगनाशः घटे पटे च विभागः, अपि तथा घटे पट्टे इत्यस्मात् विभागसंयोगनाशौ समानाधिकरणौ इति अपि दृष्टवन्तः. यथा इदानीं तत्र अग्रे घटे अग्रिम उदाहरणम् इदानीं, घटे श्यामरूपम् अस्ति, तेजसंयोगेन तस्य नाशः भवति चेत् तेजसंयोगः च श्यामरूपनाशः च इमौ द्वौ समानाधिकरणौ, अतः श्यामरूपनाशः समानाधिकरणगुणजन्यः इति तत्र उच्यते. अत्र समानाधिकरणगुणजन्यः इत्युक्तौ श्यामरूपनाशसमानाधिकरणगुणजन्यः, श्यामरूपनाशसमानाधिकरणगुणजन्यः इति. तत्र कार्यं रूपनाशं घटे, कारणं तेजसंयोगः, तदपि घटे. अतः कार्यकारणौ समानाधिकरणौ इति भवति तत्र. समानाधिकरणगुणात् अन्यसमानाधिकरणगुणनाशः इति. तत्र यथा अन्यत् तद् उदाहरणमस्ति, घृते द्रवत्वम् इति, घृते तेजसंयोगः आनीयते चेत् तेजसंयोगेन च घृते विद्यमानद्रवत्वरूपनाशः जायते. अतः अत्र द्रवत्वनाशः तेजसंयोगः च इमौ समानाधिकरणौ, अपि च द्रवत्वनाशः समानाधिकरणगुणजन्यः इति. तत्र अपि कार्यं द्रवत्वनाशं, कारणं संयोग तेजसंयोगः इति. इदानीं तत्र प्रकृतविषये आसीत् आश्रयनाशजन्यगुणनाशः इति, तत्र यत् लक्षणवाक्यं पठितम् इति तत्र अनुमानस्य स्वरूपम् इति. इदानीं तदनन्तरं तत्र वयम् अनुमानम् इति विषयं प्रति गतवन्तः. इत्युक्ते तत्र अनुमानस्य बोधनार्थं तत्र पर्वतः वह्निमान् धूमात् यथा महानसम् इति वाक्यं स्वीकुर्मः चेत्, अस्मिन् वाक्ये चत्वारि पदानि सन्ति, पक्षः, साध्यं, हेतुः, दृष्टान्तः इति. तर्हि तत्र चत्वारः भागाः एते, पक्षः, साध्यं, हेतुः, दृष्टान्तः इति. तत्र पक्षः इत्युक्ते यत्र किमपि साधयितुम् इच्छामः इति, इत्युक्ते पर्वते साधयितुम् इच्छामः चेत् तत्र पर्वतः पक्षः भवति. तत्र साध्यम् इति अन्यः भागः. पर्वते किं साधयितुम् इच्छामः, वह्निं साधयितुम् इच्छामः, तर्हि वह्निः साध्यः. हेतुः पर्वतः, हेतुः इदानीं पर्वतः वह्निमान् धूमात् इत्यनेन धूमः हेतुः अथवा कारणम् इति भवति. दृष्टान्तः इत्युक्ते यथा महानसम् इति दृष्टान्तः, इत्युक्ते महानसे धूमः अस्ति चेत् वह्निः अस्ति एव इति अस्माकम् अनुभवः, अतः एव दृष्टान्तत्वेन उपयुज्यते. तत्र स्वतः स्वयम् अनुभवः अस्ति सर्वेषाम् इति कृत्वा दृष्टान्तत्वेन उपयुज्यते इति. तत्र आहत्य पर्वते धूमः अस्ति अतः वह्निः अपि अस्ति यथा महान् अस्ति इति अनुमानप्रयोगः क्रियते. अग्रिमः विषयः अस्ति इदानीम् अन्वयव्याप्तिः इति. यत्र यत्र धूमः इत्युक्ते हेतुः, तत्र तत्र वह्निः इत्युक्ते साध्यम्. हेतुसाध्ययोः सम्बन्धस्य नामकरणम् अन्वयव्याप्तिः इति. हेतुसाध्ययोः सम्बन्धस्य नामकरणं तत्र इत्युक्ते यत्र यत्र हेतुः तत्र तत्र साध्यम् इति अन्वयव्याप्तिः. तदनन्तरं व्यतिरेकव्याप्तिः इति आगच्छति. तत्र यत्र यत्र वह्नेः अभावः इत्युक्ते साध्यस्य अभावः, तत्र तत्र धूम अभावः इति. इत्युक्ते हेतोः अभावः इत्युक्ते साध्यस्य अभावः अस्ति चेत् हेतोः अभावः अपि अस्ति इति व्यतिरेकव्याप्तिः. अन्वयव्यभिचारः इति अग्रिमः विषयः. तत्र अग्रे पश्यामः. किन्तु तत्र किमस्ति इति चेत् कारणम् अस्ति वह्निः, तथापि कार्यं नास्ति. इत्युक्ते धूमः नास्ति. कारणम् अस्ति चेदपि कार्यं नास्ति इति अन्वयव्यभिचारः. इत्युक्ते तत्र उदाहरणं दृष्टं, बाणभट्टेन रचिता कादम्बरी इति. तत्र मङ्गलम् अस्ति किन्तु समाप्तिः नास्ति इति. अपि च अन्तिमः इत्युक्ते चतुर्थः अस्ति व्यतिरेक व्यभिचारः इति. अन्वयव्यभिचारः इति इदानीं पठितं. व्यतिरेकव्यभिचारः इत्युक्ते कारणं नास्ति कार्यमस्ति इति. इत्युक्ते तत्र चार्वाकाणाम् उदाहरणं स्वीकृतं. तत्र मङ्गलं नास्ति किन्तु तत्र ग्रन्थः अस्ति. तत्र ध्वनिः अस्ति महोदय कुत्रचित्. ध्वनिः अस्ति भगिनि मम एव. अस्तु इदानीं नास्ति. इदानीं नास्ति. अस्तु. तत्र इदानीं तत्र विषयद्वयं वर्तते. व्यापकव्याप्ययोः भावः अपि च कार्यकारणभावः इति इदानीम्. इत्युक्ते तत्र इदानीम् अग्रे वदिष्यामि. कार्यकारणभावः इत्युक्ते यत्र कारणम् अस्ति कार्यमपि अस्ति इति. इत्युक्ते तत्र यत्र यत्र धूमः हेतुः अस्ति तत्र तत्र वह्निः साध्यम् अपि अस्ति इति. कार्यकारणः कार्यकारणभावः इदमेव द्वयोः कार्यकारणभावः इति भवति. अन्यः विषयः व्याप्यव्यापकभावः इति. इत्युक्ते धूमः भवति चेत् वह्निः अस्ति एव इति दृष्टवन्तः. किन्तु वह्निः भवति चेत् धूमः भवति एव इति नास्ति लोके. यथा तत्र अनिलचुल्लिः इति उदाहरणं तत्र उदाहृतं. वह्निः अस्ति चेत् धूमः भवितुम् अर्हति, नापि भवितुम् अर्हति. एतदेव व्याप्यव्यापकभावः. इत्युक्ते एतत् कार्यकारणभावः नास्ति, व्याप्यव्यापकभावः. धूमः व्याप्यः, वह्निः व्यापकः. अथवा हेतुः व्याप्यः, साध्यं व्यापकम् इति. व्यापकस्य क्षेत्रं बृहत् भवति व्याप्यस्य अपेक्षया इति अपि दृष्टवन्तः. अतः व्याप्यस्य क्षेत्रं व्याप्यक्षेत्रे अन्तर्भूतं भवति इति अपि दृष्टवन्तः. अत्र मुख्यविषयः कः इत्युक्ते अनुमानस्थले व्याप्यव्यापकभावः प्रमुखः. यतोहि कार्यकारणभावः कुत्रचित् भवति, कुत्रचित् न भवति. अतः व्याप्यव्यापकभावेन अनुमानप्रमाणं नाम अनुमितिः सिद्ध्यति इति. अत्र इदानीं अग्रे एतावत् बहु समीचीनं भगिनि. नाम तत्र भवती तत्र अहं चिन्तितवान् भवती अग्रिमवर्गे करोति इति. अतः तत्र अहं तत्र किं करणीयम् इति न उक्तवान्. क्षम्यताम्. किन्तु तत्र भवती अधिकमेव कृतवती भगिनि. आम् महोदय, बहु समयः व्यापितः न विषयस्य अधिकविषयस्य भवती नाम तत्र परिश्रमं कृतवती, साधारणतया तत्र उपस्थापनं नाम तत्र परिच्छेदद्वयं परिच्छेदत्रयं स्वीकृत्य विवरणं दातव्यं तावदेव. पूर्णविषयस्य तत्तु बहु परिश्रमः अस्ति भगिनि. न न न, किन्तु तत्र किञ्चित् एव अवशिष्टः अस्ति, न पठामि किन्तु संक्षिप्ततया एव कृतवती महोदय, पूर्णतया न. तत्र तत्र इदानीं व्यापकभावः इति समाप्तः, तर्हि तत्र किञ्चिदेव अस्ति, किन्तु चिन्ता नास्ति महोदय. तत्र न पठनीयम् इति चेत् तत्र अग्रे भवान् यत् वदति तस्मिन् विषये कर्तुं शक्नुमः. अस्तु तर्हि तत्र किन्तु बहु सम्यक् अस्ति भगिनि. साधारणतया तत्र किं भवति इत्युक्ते तत्र उपस्थापनं नाम सः किं कृतवान् इत्युक्ते तत्र अस्मिन् वर्गे या चर्चा भवति तस्याः संक्षिप्तरूपेण तत्र पुनस्मरणं विवरणं दातव्यम् इति. सत्यम् इत्युक्ते तत्र इत्युक्ते तत्र अस्मा अहं न कृतवती खलु, अतः अहं चिन्तितवती प्रायशः आरम्भतः. सत्यं भगिनि, न भवती बहु किमपि उक्तवती, समीचीनमेव अस्ति, किन्तु तत्र परिश्रमः अधिकः आसीत् इति एव मम तत्र मनसि किञ्चित् अहं किञ्चित् खिन्नः अभवम्. नास्ति चिन्ता महोदय, मम अवगमनं सम्यक् अभवत् इदानीम्, अतः चिन्ता नास्ति. आम् धन्यवादः. अस्तु धन्यवादः महोदय. हा अतः तत्र उपस्थापनं तत्र भवत्यः सर्वे कुर्युः इति मम आशा अस्ति. तत्र नाम अस्मिन् वर्गे यत् चिन्तनं भवति तस्य संक्षिप्तरीत्या नाम पञ्चनिमेषेषु तस्य विवरणम् अपि तत्र पुनस्मरणं करणीयम् इति एव तत्र उपस्थापनं. केवलं पञ्चनिमेषं तावत् पञ्चनिमेषं यावत् तत्र वक्तव्यं, तस्मिन्नेव तत्र सर्वं वक्तव्यम् इति. तदा किं भवति तत्र सर्वे वर्गे तत्र वदन्ति एव तत्र स्वशब्दैः, किन्तु संक्षिप्तरूपेण सारांशत्वेन तत्र वदामश्चेत् तदा तत्र अस्माकं ज्ञानं दृढं भवति इति तत्र चिन्तनं. किन्तु बहु समीचीनम् अस्ति भगिनि, नाम अपि मुख्य अंशः यत् अस्ति तदपि बहु समीचीनं, यतोहि तत्र अस्माकम् इदानीं पुनः पुनस्मरणं कुर्मः नाम तत्र अस्माकं मूलविषयः अस्ति तत्र विभागः, यथा भवती उक्तवती तत्र विभागः विभागसाधकम् अनुमानं किम् अस्ति इत्युक्ते एतदेव तत्र दीर्घवाक्यं यदस्ति. इदानीं तस्मिन् वाक्ये वयं पक्षः कः इति जानीमः, साध्यम् इति अपि जानीमः, हेतुः इति अपि तत्र पाकजरूपनाशवत् इति अपि तत्र दृष्टान्तः, एतत् सर्वम् अस्ति इति जानीमः. किन्तु अवगमनम् अत्र किमर्थं क्लिष्टम् अस्ति इत्युक्ते तत्र व्याप्तिः अन्वयव्याप्तिः नास्ति, किन्तु व्यतिरेकव्याप्तिः अस्ति. अतः व्यतिरेकव्याप्तेः तत्र सामर्थ्यं तत्र अस्माभिः अर्जनीयम् अस्ति. अतः तत्र तस्याः व्याप्तेः चिन्तनम् अग्रे अस्ति. किन्तु तत्र अपि अन्यः विषयः तत्र वक्तव्यः नाम तत्र साधारणतया वयं चिन्तयामः तत्र पक्षः नाम किमपि तत्र साक्षात् पदार्थः नाम तत्र उत्पीठिका वा पर्वतः वा इति चिन्तयामः, किन्तु पक्षः विषयः अपि भवितुम् अर्हति. नाम अत्र पक्षः अस्ति आश्रयनाश अधन्यगुणनाशः, तत्तु तत्र किं प्रत्यक्षपदार्थः नास्ति खलु, नाम चक्षुषा द्रष्टुं न शक्नुमः एषः पक्षः, पर्वतं द्रष्टुं शक्नुमः किन्तु अतः पक्षः सर्वदा नाम प्रत्यक्षपदार्थः पर्वतः उत्पीठिका इति अपि भवितुमर्हति, किन्तु विषयः अपि भवितुमर्हति, अतः अत्र गुणनाशः इति एव तत्र पक्षः. अतः पक्षः किञ्चित् नाम आङ्ग्लभाषायां वदामः अब्स्ट्राक्ट् अस्ति इति, तत्र कङ्क्रीट् न भवितुं सर्वदा भवति इति नास्ति, अस्मिन् विषये तत्र अब्स्ट्राक्ट् एव अस्ति, विषयः अस्ति. अस्तु, बहु समीचीनं, बहु धन्यवादः भगिनि. इदानीं तत्र व्यतिरेकव्याप्तिः इति विषयः आगतः, अतः तत् समीचीनमेव. अतः तत्र व्यतिरेकव्याप्तिः इति विषयस्य चर्चा अग्रे भवति. अत्र तर्हि अत्र स्मः, तर्हि तत्र मृणाली भगिनी तत्र कश्चन व्याप्यः कश्चन व्यापकः इति आरभ्य पठति वा. कश्चन व्याप्यः कश्चन व्यापकः च स्तः चेत् व्याप्याभाव प्रति व्यापकाभावः व्याप्यः, व्याप्याभावश्च व्यापकः इति सार्वत्रिकनियमः. नाम अभावशब्दस्य संयोजनेन व्याप्तिकथनावसरे शब्दक्रमः विपरीतत्वेन वक्तव्यः, तथैव च पुनः पुनः कर्तुं शक्यते. अभावः शब्दसंयोजनेन शब्दसंयोजनं विपरीतत्वेन शब्दक्रमः, यथा व्याप्येन व्यापकः सिद्ध्यति, यत्र यत्र व्याप्यः तत्र तत्र व्यापकः, धूमः वह्निः यत्र यत्र धूमः तत्र तत्र वह्निः, वह्निः व्यापकः धूमः व्याप्यः. खलु अग्रे अपि पठनि, पठतु भगिनि, पठतु. व्यापकाभावेन व्याप्याभावः सिद्ध्यति, यत्र यत्र व्यापकाभावः तत्र तत्र व्याप्याभावः, वह्न्याभावः धूमाभावः, यत्र यत्र वह्न्याभावः तत्र तत्र धूमाभावः. एतत् व्यतिरेकव्याप्तिः इति विषयः अस्ति खलु, आदौ अन्वयव्याप्तिः दृष्टवन्तः, इदानीं व्यतिरेकव्याप्तिः. कश्चन व्याप्यः कश्चन व्यापकः च स्तः चेत् व्याप्याभावं प्रति व्यापकाभावः व्याप्यः, व्याप्याभावं प्रति व्यापकाभावः व्याप्यः. व्याप्याभावश्च व्यापकः इति सार्वत्रिकनियमः इति सहैव तदेव सिद्धान्तं, नाम सहैव नियमः. तर्हि तत्र अत्र यदस्ति एतद् उदाहरणम् अस्ति, एतत् उदाहरणं किञ्चित् वदतु, तत्र अस्मिन् उदाहरणे किमस्ति? व्याप्येन व्यापकः सिद्ध्यति नाम धूमः अपि वह्निः, धूमः अपि वह्निः, तत्र कः व्याप्यः कः व्यापकः? व्याप्यः अस्ति धूमः, व्यापकः वह्निः, तर्हि व्याप्येन अर्थात् धूमेन वा, धूमेन वह्निः सिद्ध्यति. नाम तत्र यत्र यत्र धूमः तत्र तत्र वह्निः खलु. इदानीं तर्हि तत्र धूमः इति अस्ति, वह्निः इति अपि विषयः खलु, पदार्थः वह्निः अपि भू तत्र कस्य क्षेत्रं बृहत्? धूमस्य वा वह्निः क्षेत्रं बृहत्? वह्निः क्षेत्रं बृहत्। हा, यतोहि कुत्रचित् वह्निः अपि वह्निः अस्ति, किन्तु तत्र धूमः नास्ति, तादृशमपि स्थलमपि अस्ति, अतः वह्निः क्षेत्रं बृहत् खलु। अस्तु, इदानीं धूम इति पद तत्र धूमपदे अभावः इति योजयामः, धूमाभावः अपि वन्यभावः, वन्यभावः तर्हि इदानीं धूमाभावः वन्याभावः कस्य क्षेत्रं बृहत्? इदानीं वह्न्या धूमाभावस्य क्षेत्रम् अधिकम्। हा खलु, अतः तत्र किं भवति, अपि यत्र वन्याभावः वर्तते तत्र धूमाभावः वर्तते वा? आम्, यत्र धूमाभावः वर्तते अतिरिक्त न सत्यं सत्यं, हा, यत्र धूमाभावः वर्तते तत्र वन्याभावः वर्तते वा? न, न तथा न, यतोहि तत्र यथा उक्तं तत्र चुल्लिः अस्ति, तत्र धूमः नास्ति किन्तु वह्निः अस्ति, अतः तत्र धूमाभावः यत्र अस्ति तत्र वन्याभावः निश्चयेन वर्तते इति नास्ति, किन्तु यत्र वन्याभावः अस्ति तत्र धूमाभावः निश्चयेन वर्तते। अतः यथा भवत्या उक्तं धूमाभावस्य क्षेत्रं बृहत्, वन्याभावस्य क्षेत्रं न्यूनम्, अपि वन्याभावस्य क्षेत्रं धूमाभावस्य क्षेत्रे अन्तर्भूतं खलु। यत्र वन्याभावः अस्ति तत्र धूमाभावः अस्ति एव, अतः तत्र किं कर्तुं शक्नुमः, तत्र तत्र वह्निः खलु, तत्र वह्निः वह्निः क्षेत्रं बृहत्, धूमस्य क्षेत्रं न्यूनं खलु इति एव अस्ति खलु अस्माकं चित्रं, धूमस्य क्षेत्रं न्यूनं वह्निः क्षेत्रे अन्तर्भूतम्, अभावस्थले विपरीतम्। इति अस्ति समीचीनं, तदेव अस्ति। अतः तत्र यदि वयं अभावः इति चिन्तयामः तर्हि तत्र किं भवति, तत्र वह्निः अभावः धूमाभावस्य क्षेत्रे अन्तर्भूतं भवति खलु, समीचीनं वा? आम् आम्। तर्हि अत्र कः व्याप्यः कः व्यापकः अभावस्थले? अत्र धूमाभावः व्यापकः, वह्न्याभावः व्याप्यः। व्याप्यः खलु, तर्हि धूमः कः? धूमः अस्मिन् उदाहरणे धूमः व्याप्यः खलु, अत्र धूमः व्याप्यः, वह्निः व्यापकः, सत्यं वा? आम् आम्। हा, किन्तु अत्र धूमाभावः व्यापकः खलु, धूमाभावः व्यापकः, आम्। धूमः कः? धूमः व्याप्यः, अतः व्याप्यस्य अभावः, व्याप्याभावश्च व्यापकः, व्याप्याभावं प्रति व्यापकाभावः व्याप्यः, नाम अभावः इति शब्देन यथा भवती अपि उक्तवती, नाम विपरीतं भवति, तत्र व्याप्यस्य सम्बन्धः तस्य परिवर्तनं भवति, विपरीतं भवति खलु। अत्र धूमः व्याप्यः आसीत्, वह्निः व्यापकः आसीत्, किन्तु अभावः इति पदस्य योजनेन व्याप्यः व्यापकः अभवत्, व्यापकः व्याप्यः अभवत्। इदानीं स्वशब्दैः वदतु तर्हि। तर्हि अत्र इदानीम् अभावचिन्तने व्याप्यकाभावेन व्याप्याभावः सिद्ध्यति इति, खलु? यत्र यत्र धूमाभावः तत्र तत्र वह्न्याभावः, अतः व्याप्या यत्र यत्र धूमाभावः तत्र वह्न्याभावः नास्ति खलु, तत् सत्यं नास्ति खलु? क्षम्यतां क्षम्यतां, न न मम दोषः सत्यमेव भगिनि, वदतु वदतु, क्षम्यतां। तर्हि यत्र यत्र धूमाभावः तत्र तत्र वह्न्याभावः वर्तते एव। क्षम्यतां भगिनि, तत् अहं किं चिन्तयामि न जानामि। न यत्र यत्र वन्याभावः तत्र तत्र धूमाभावः यथा चित्रेण प्रदर्शितम्। यत्र यत्र धूमाभावः तत्र तत्र वन्याभावः खलु? न क्षणं क्षणं क्षणं, तत्र यत्र यत्र धूमः तत्र तत्र वह्निः, यत्र यत्र वह्निः भाव वन्याभावः, आमां यत्र यत्र वन्याभावः तत्र तत्र धूमाभावः। आम् इदानीं अतः तत्र वह्निः अपि तत्र धूमः अपि वह्निः, तत्र कः व्याप्यः कः व्यापकः अपि अभावः इति स्वीकुर्मश्चेत् कः व्याप्यः कः व्यापकः इति वदतु। तर्हि धूमाभावः इति व्यापकः, वन्याभावः व्याप्यः। हा तर्हि प्रथमे उदाहरणे धूमः वह्निः, तत्र व्याप्यः कः व्यापकः कः? धूमः वह्निस्थने धूमः व्याप्यः, वह्निः व्यापकः। तर्हि धूमाभावः व्याप्याभावः खलु? आम् आम्, धूमाभावः अर्थात् व्याप्याभावः। व्याप्याभावस्य क्षेत्रं बृहत् खलु? आम्। तर्हि व्याप्याभावः व्यापकः अस्ति खलु अभावस्थने? धूमाभावः व्यापकः अस्ति, वन्याभावः व्याप्यः अस्ति। तर्हि व्याप्याभावः व्यापकः, व्यापक अभावः व्याप्यः भवति। एतदेव वक्तव्यं। तर्हि वदतु, धूमाभावः इति धूम अर्थात् व्याप्य, तर्हि व्याप्याभावः व्यापकः, सम्यक्? धूमः व्याप्यः आसीत्, तर्हि व्याप्याभावः इदानीं व्यापकः। अभावः विषये तत्र अभावः इति पदं योजयामश्चेत् व्याप्याभावः व्यापकः भवति, व्यापकाभावः व्याप्यः भवति, विपरीतं भवति खलु? आम् आम् आम् इति एव विषयः। पूर्वं वह्निः व्यापकः आसीत्, तर्हि व्यापकाभावः व्याप्यः अस्ति इदानीम्। अतः इदानीं भवती तत्र आरम्भेन पठतु, कश्चन व्याप्यः इति। कश्चन व्याप्यः कश्चन व्यापकः च स्तः चेत् व्याप्याभावः प्रति व्यापकाभावः व्याप्यः, व्याप्याभावः व्याप्याभावं तत्र तत्र अनुस्वारः वर्तते, क्षम्यतां, तत्र व्याप्याभावं प्रति व्याप्याभावं प्रति व्यापक व्यापकाभावः व्याप्यः। अवगच्छति वा एतन्? व्याप्याभावं प्रति व्याप्या अर्थात् धूमाभावं प्रति खलु, व्याप्याभावं प्रति व्यापकाभावम्। व्यापकाभावः व्याप्यः। अनन्तरं व्याप्या तत्र अर्थः कः अत्र? अत्र व्याप्याभावं प्रति अर्थात् धूमाभावं प्रति व्यापकाभावः अर्थात् वन्याभावः व्याप्यः, तर्हि वन्याभावः व्याप्यः अस्ति इति। हा वन्याभावः व्याप्यः, तस्य क्षेत्रं न्यूनमस्ति, कस्य क्षेत्रस्य अपेक्षया व्याप्याभावस्य क्षेत्रस्य समीचीनं वा? व्याप्याभावश्च व्याप्याभावश्च व्यापकः इति न, व्याप्याभावस्य व्यापकः आमां, तर्हि व्याप्याभाव धूमा आं व्याप्याभावश्च व्यापकः, अवगतं सम्यक् इति सार्वत्रिकनियमः नाम अभाव शब्दस्य संयोजनेन व्याप्तिकथनावसरे शब्दक्रमविपरीतत्वेन वक्तव्यः आम्, तथैव च पुनः पुनः कर्तुं शक्यते अभावशब्दसंयोजनं विपरीतत्वेन शब्दक्रमः यथा व्याप्येन व्यापकः सिद्ध्यति, यत्र यत्र व्याप्यः तत्र तत्र व्यापकः, सम्यक्, धूमः वह्निः यत्र यत्र धूमः तत्र तत्र वह्निः इति तु अस्माकं प्रथमचिन्तनं, इदानीं व्यापकाभावेन व्यापकाभावेन व्यापकः अत्र कः, अत्र वह्निः खलु, तर्हि वन् व्यापकाभावेन वह्न्या अभावेन व्याप्याभावः अर्थात् धूमाभावः सिद्ध्यति इति, यत्र यत्र व्यापकाभावः आम् तत्र तत्र व्याप्याभावः आम्, वन्याभावः धूमाभावः, यत्र यत्र वन्याभावः तत्र तत्र धूमाभावः, समीचीनं वा? अवगतम् इति मन्ये खलु इदानीम्? अतः तत्र नाम व्याप्यः अस्ति, व्यापकः अस्ति, तत्र अभावपदस्य संयोजनेन व्याप्याभावः व्यापकः भवति, व्यापकाभावः व्याप्याभावः भवति, व्याप्यः भवति खलु, व्यापकाभावः व्याप्यः भवति, व्याप्यस्य अभावः व्यापकः भवति, तत्र सिद्ध्यति नाम किम्? अत्र अस्मिन् वाक्ये सिद्ध्यति नाम यत्र व्याप्यः अस्ति तत्र व्यापकः अपि अस्ति, तावदेव, व्याप्येन व्याप्यस्य व्याप्यः व्याप्यस्य अस्तित्वेन व्याप्यः तत्र अस्ति इति ज्ञानेन व्यापकः अपि तत्र अस्ति इति जानीमः इति एव तत्र सिद्ध्यति इति पदस्य अर्थः, नाम यत्र व्याप्यः अस्ति तत्र व्यापकः अपि अस्ति, व्यापकः सिद्ध्यति इति, अतः एव तत्र व्यापकाभावेन व्याप्याभावः सिद्ध्यति, नाम व्यापकाभावः यत्र अस्ति तत्र व्याप्याभावः अपि अस्ति, अतः सिद्ध्यति इति अस्ति तावदेव. अस्तु, इदानीम् अग्रे सरामः तर्हि, तत्र अनीता भगिनी अग्रे पठति. व्याप्य अभाव अभावेन व्यापक अभाव अभावः सिद्ध्यति, यत्र यत्र व्याप्य अभाव अभावः तत्र तत्र व्यापक अभाव अभावः, धूम अभाव अभावः, वह्नि अभाव अभावः, यत्र यत्र धूम अभाव अभावः तत्र तत्र वह्नि अभाव अभावः. अत्र तदपि पठानि वा? अग्रे तत्र अग्रे अपि पठतु. अत्र प्रथमं वाक्यं साधु इति चेत् द्वितीयं वाक्यमपि साधु, द्वितीयं वाक्यं साधु इति चेत् तृतीयं वाक्यमपि साधु. अस्य सिद्धान्तस्य आधारेण व्यतिरेकव्याप्त्या सिद्ध्यति. अपि च यत्र हेतुः पक्षभिन्न अधिकरणे न भवति तत्र व्यतिरेकदृष्टान्तेन एव सिद्ध्यति इत्यस्मात् प्रथमवाक्यस्य असम्भवत्वात् द्वितीयवाक्यात् आरभ्यते. अधुना किम् अस्ति व्याप्य अभावभावेन व्याप्य अभावः व्याप्य अभावः इत्युक्ते अत्र वह्नि अभावः यत् अभाव इति स्थलस्य परिवर्तनं तत्र वयं दृष्टवन्तः द्वितीयवाक्ये अभावस्य योजनेन तत्र स्थलस्य परिवर्तनम् अधुना अत्र व्याप्य अभावः व्याप्य अभावः अत्र अस्ति वह्नि अभावः व्याप्य अभाव अभावेन वह्नि अभावस्य अभावेन वह्नि अभावस्य अभावेन व्यापक अभाव अभावः सिद्ध्यति अत्र व्यापक अभाव इत्युक्ते अस्ति धूमाभावः तत् धूमाभाव अभावः सिद्ध्यति इति दत्तमस्ति इत्युक्ते वह्नि अभाव एतस्य अभावेन धूम अभावः अभावः धूमाभावः एतस्य अभावः सिद्ध्यति इति दत्तमस्ति इत्युक्ते तत्र अनन्तरं दत्तमस्ति यत्र अत्र व्याप अभावः अत्र वह्नि अभावः व्याप्यरूपेण आगच्छति अतः व्याप्य अभाव अभावः वह्नि अभावः अभावः तत्र व्यापक अभाव अभावः इत्युक्ते धूमाभावः धूमाभावः व्यापक अभावः इत्युक्ते धूम अभावः तत्र व्यापक अभाव सिद्ध्यति धूम अभाव अभावः वह्नि अभाव अभावः यत्र यत्र धूम अभाव अभावः तत्र तत्र वह्नि अभाव अभावः तत्र वाक्यं तु भगिनि तत्र अवगमनम् अस्ति खलु नाम वयं प्रथमे वाक्ये किम् उक्तं नाम अथवा तत्र नियमः कः नियमः सार्वत्रिकनियमः इति उक्तं सार्वत्रिकनियमः इति उक्तं तत्र यत्र व्याप्यः व्यापकः इति भवति यत्र कुत्रचित् व्याप्यः अस्ति व्यापकः अस्ति नाम व्याप्तिः तयोः मध्ये वर्तते तत्र अभावस्य अभावः इति पदस्य योजनेन तत्र सम्बन्धः विपरीतः भवति खलु नाम व्याप्य अभावः व्यापकः भवति व्यापक अभावः व्याप्यः भवति खलु इति एव दृष्टवन्तः धूमः व्याप्यः वह्निः व्यापकः किन्तु अभावस्य पदस्य योजनेन किम् अभवत् अभावस्य पदस्य योजनेन तत्र स्थलस्य परिवर्तनं भवति इत्युक्ते नाम धूमाभावः धूमाभावः इदानीं व्याप्यः वा व्यापकः अभवत् व्याप्यः इदानीम् अत्र एषः व्याप्यः अस्ति एषः व्यापकः अस्ति धूमाभावः व्यापकः अस्ति वन्याभावः व्याप्यः अस्ति खलु इदानीं पुनः एतं नियमं पुनः तस्य एतस्य नियमस्य प्रयोगं पुनः कुर्मः धूमाभाव अभावः इति योजयामश्चेत् अपि वन्याभाव अभावः इति योजयामश्चेत् तत्र किं भवति पुनः परिवर्तनं अतः अत्र धूमाभावः व्यापकः आसीत् तर्हि पुनः अभावस्य योजनेन किं भवति धूमाभाव अभावः व्याप्य अभवत् व्याप्यः भवति अपि वन्यभाव अभावः व्यापकः अभवत् व्यापकः भवति खलु हा इति एव तत्र नाम अत्र एतत् उदाहरणं किमर्थम् इति तत्रैव च पुनः पुनः कर्तुं शक्यते अभावशब्दसंयोजनं विपरीतत्वेन शब्दक्रमः नाम एतत् सोपानं बहुवारं नाम एषा प्रक्रिया बहुवारं भवितुम् अर्हति अतः केवलम् एकवारमिति न द्विवारमपि कर्तुं शक्नुमः त्रिवारमपि कर्तुं शक्नुमः इति अतः एकवारं कुर्मश्चेत् अत्र स्मः पुनरेकवारं कुर्मश्चेत् अत्र स्मः किन्तु इति अस्ति एतावत् अवगमनम् अस्ति खलु आमां स्पष्टमस्ति हा अत्र को कस्यापि तत्र कोऽपि प्रश्नः वर्तते वा? अत्र प्रथमं वाक्यं साधु इति चेत् द्वितीयमपि साधु, द्वितीयं साधु अस्ति चेत् तृतीयमपि साधु. अस्य सिद्धान्तस्य आधारेण व्यतिरेकव्याप्ता तत् अग्रिमे अस्ति. एकनिमिषः, तत्र केवलम् एकं वक्तुम् इच्छामि, तदनन्तरं भवती वदतु. किन्तु इदानीं चिन्तयामः, धूमः भाव अभावः इत्युक्ते कः? धूमः एव. तत् व्याप्य एव अस्ति, धूमः न समीचीनं नाम आरम्भे यः व्याप्यः आसीत् सः एव इदानीं सः एव. तत्र घटवत् वत्त्वम् इति भवति खलु महोदय, घटवत् तादृशं वत्त्वम् इति इत्युक्ते तत्र सत्यं भगिनि, वत्त्वं वत्त्वं तदेव तथा तथा एव. वन्याभावभाव व्यापकः इत्युक्ते तत्र वन्नी अभाव अभावः तत् पुनः एकवारं तत् व्यापकरूपेण आगच्छति इत्युक्ते तत् वह्निः एव भवति. किन्तु वन्य अभावस्य अभावः नाम वन्य अभावः नास्ति इत्युक्ते वह्निः अस्ति इति खलु. वह्नि एव वह्नि. हा, अतः वन्यभावः अभावः वह्नि एव. अतः अत्र एतत् समानं भवति, नाम धूमाभावाभावः नाम धूमः, वन्याभावाभावः नाम वह्निः इति. अतः तत्र एकवारं कुर्मः विपरीतत्वं भवति, द्विवारं कुर्मश्चेत् पुनः विपरीतं भवति किमु, किन्तु तत्र आरम्भे यत् आसीत् तदेव प्राप्नुमः. अस्तु, अतः इदानीम् अतः तत्र एतत् मनसि भवेत् तत्र. अस्तु, इदानीम् अग्रे प्रथमवाक्यम् इति आरभ्य अत्र प्रथमं वाक्यं साधु इति चेत् द्वितीयं वाक्यमपि साधु, द्वितीयं वाक्यं साधु इति चेत् तृतीयं वाक्यमपि साधु. तत्तु स्पष्टमस्ति. अनन्तरं सिद्धान्तस्य आधारेण व्यतिरेकव्याप्त्या साध्यं सिद्ध्यति इति. अधुना तत् पुनः व्यतिरेकव्याप्ति इत्युक्ते तत्र यत्र यत्र एकः नास्ति तत्र तत् अन्य अपि नास्ति, तत् व्यतिरेकव्याप्ति नाम. हा नाम प्रथमं वाक्यमस्ति तत्र अन्वयव्याप्तिः. आम्. द्वितीयं भवति तत्र द्वितीयस्य आधारेण व्यतिरेकव्याप्तिः भवति, नाम यस्य अभावः एकस्य अभावः अस्ति तत्र अन्यस्य अभावः अपि वर्तते. अतः अत्र किम् उक्तम्, अस्य सिद्धान्तस्य आधारेण. तत्र सिद्धान्तः कः इत्युक्ते, प्रथमवाक्यं साधु चेत् द्वितीयं वाक्यमपि साधु, द्वितीयं वाक्यं साधु चेत् तृतीयमपि साधु इति. तस्य आधारेण व्यतिरेकव्याप्त्या साध्यं सिद्ध्यति. नाम तत्र समानार्थकः नाम तत्र यत्र यत्र धूमः तत्र तत्र वह्निः, अथवा यत्र यत्र वह्न्याभावः तत्र तत्र धूमाभावः, तत्र समानार्थकः सन्ति खलु. अत्र वदतु भगिनि. अस्य सिद्धान्तस्य आधारेण व्यतिरेकव्याप्त्या तत् व्यतिरेकव्याप्त्या साध्यं सिद्ध्यति. तत् साध्यं सिद्ध्यति इत्युक्ते वह्नी सिद्ध्यति इति अर्थः वा? न तत्र व्यतिरेकव्याप्त्या साध्यं सिद्ध्यति नाम व्यतिरेकव्याप्तिः यत्र अस्ति व्यतिरेक तत्र व्यतिरेकव्याप्तिः तस्य उपयोगः कदा भवति, यत्र पक्षभिन्नस्थले हेतुः नास्ति. साधारणतया वयं तत्र पर्वते वह्निः अस्ति इति साधयितुं वयं तत्र महानसम् इति दृष्टान्तं स्वीकुर्मः. महानसे हेतुः अस्ति, तत्र महानसं प्रदर्शित्वा वयं किं वदामः, पश्यतु महानसे धूमः अस्ति तत्र वह्नि अपि अस्ति. वह्निः अस्ति तर्हि, हा तर्हि महानसं दृष्टान्तः भवति महानसे हेतुः वर्तते अतः महानसं स्वीकृत्य वयं हेतुः अपि साध्यं तयोः मध्ये व्याप्तिः अस्ति इति प्रदर्शितुं शक्नुमः अपि महानसं पक्षः नास्ति पर्वतः नास्ति महानसं पर्वतभिन्नस्थले व्याप्तिः प्रदर्शयामः व्याप्तिं प्रदर्शयामः किन्तु कुत्रचित् किं भवति हेतुः केवलं पक्षे एव वर्तते तदा पक्षे साध्यमस्ति इति एतावत् न जानीमः अतः वयं दृष्टान्तस्य उपयोगः कः दृष्टान्तस्य उपयोगः अत्र हेतुः वर्तते पश्यतु तत्र साध्यमपि वर्तते इति व्याप्तिः व्याप्तिं साधयामः दृष्टान्तेन किन्तु यदि हेतुः केवलं पक्षे एव वर्तते तदा किं पक्षभिन्नस्थलं दृष्टान्तं तादृशं दृष्टान्तं न लभ्यते यतोहि हेतुः केवलं पक्षे एव वर्तते अतः तत्र किं कुर्मः यत्र यत्र हेतुः तत्र तत्र साध्यः इति व्याप्तिं त्यक्त्वा यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति चिन्तयामः तदस्ति व्यतिरेकव्याप्तिः तदा किं भवति यत्र साध्याभावः वर्तते तत्र हेत्वाभावः अपि वर्तते इति प्रदर्शनीयं भवति साध्याभावः पक्षे पक्षभिन्नस्थले अपि वर्तते नाम तत्र यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः तद् तस्य दृष्टान्तः लभ्यते यतोहि तत्र पक्षभिन्नस्थले तत्र सर्वत्र तत्र हेत्वाभावः वर्तते एव यतोहि हेतुः केवलं पक्षे एव वर्तते इति अस्ति अतः तत्र अतः तत्र व्यतिरेकव्याप्तेः तत्र उपयोगः वर्तते किन्तु तत्र धूमः अपि बन्निः तत्र विवरणद्वयं नाम व्याप्तिः अन्वयव्याप्तिरीत्या अपि वक्तुं शक्नुमः व्यतिरेकव्याप्तिरीत्या अपि वक्तुं शक्नुमः किन्तु कुत्रचित् केवलं व्यतिरेकव्याप्तिः एव कार्यं करोति अन्वयव्याप्तिः कार्यं न करोति इति एव विषयः अतः तत्र यदि अस्माकम् अवगमनम् अस्ति नाम यत्र अन्वयव्याप्तिः अस्ति अपि व्यतिरेकव्याप्तिः अस्ति तत्र समानार्थकः स्तः किन्तु यत्र केवलं व्यतिरेकव्याप्तिः एव अस्ति तत्र तस्य उपयोगेन वयं तत्र साध्यमस्ति इति अपि साधयितुं शक्नुमः अतः तत्र एतत् सिद्धान्तः नाम तत्र प्रथमवाक्यं द्वितीयवाक्यं तृतीयवाक्यं प्रथमं साधु अस्ति चेत् द्वितीयं साधु द्वितीयं साधु अस्ति चेत् तृतीयमपि साधु इति तस्य आधारेण व्यतिरेकव्याप्तेः कार्यं सिद्ध्यति नाम तत् सम्यक् रीत्या तस्य प्रयोगं कर्तुं शक्नुमः इति तावदेव तत् व्यतिरेकव्याप्त्या साध्यं सिद्ध्यति अपि च यत्र हेतुः पक्षभिन्न अधिकरणे न भवति हा पक्षभिन्न अधिकरणे पक्षभिन्नस्थले हेतुः नास्ति एव तत्र व्यतिरेकदृष्टान्तेन एव सिद्ध्यति हा तत्र तत्तु वयं दृष्टवन्तः तत् उदाहरणं व्यतिरेकव्याप्ते वह्नी उष्णवान् वह्नी उष्ण वह्नित्वात् तत्र समीचीनम् उदाहरणं भगिनि तत् वयं दृष्टवन्तः इत्यस्मात् प्रथमवाक्यस्य असम्भवत्वात् द्वितीयवाक्यात् आरभ्यते नाम व्यतिरेकव्याप्तिस्थले प्रथमवाक्यं कार्यं न करोति अतः तत् त्यजामः द्वितीयवाक्यात् एव आरम्भं कुर्मः तावदेव नाम अभावं स्वीकृत्य एव अस्माकं कार्यं चलति भवति अस्तु अस्तु अतः द्वितीयवाक्यात् आरभ्यते इति आम् अभावं स्वीकृत्य अभावं स्वीकृत्य नाम हेतुं साध्यं स्वीकृत्य साधारणतया व्याप्तिं वदामः यत्र यत्र हेतुः तत्र तत्र साध्यम् इति वदामः किन्तु व्यतिरेकव्याप्तिस्थले प्रथमं तद् वाक्यं त्यजामः मास् तद् कार्यं न करोति इति त्यजामः द्वितीयवाक्यात् वयं चिन्तनं कुर्मः नाम यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः वर्तते वा इति यदि तत् सत्यम् इति प्रदर्शयामः तदा व्याप्तिः वर्तते इति जानीमः नाम यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति यदि सत्यं चेत् यत्र यत्र हेतुः तत्र तत्र साध्यमपि सिद्ध्यति तदपि सत्यमस्ति अतः यत्र यत्र साध्याभावः तत्र तत्र हेत्वाभावः इति एव साधनीयम् इति आगच्छति खलु आमाम् अस्तु समीचीनम् अस्तु अग्रे तर्हि तत्र उषा भगिनी तत्र अग्रे पठति वा तत्र चित्रं उपयुज्य विवरणमस्ति तत्र अस्तु महोदय अत्र विंशतिः पर्वताः सन्ति तेषु पञ्चदशसु वह्निः अस्ति पञ्चदशसु वह्निः अस्ति सप्तसु च धूमः अस्ति पञ्चसु पर्वतेषु वह्नि अभावः अस्ति त्रयोदशसु पर्वतेषु धूम अभावः अस्ति अस्तु तत्र तत्र वह्निः तत्र तत्र वह्निः अवश्यम् अस्ति महोदय उपरि गन्तुं शक्यते वा उपरि गमनम् अस्तु अस्तु क्षम्यतां भगिनी इदानीं समीचीनं वा आं महोदय यत्र यत्र धूमः अस्ति सप्तसु पर्वतेषु यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अवश्यम् अस्ति यतोहि वह्निः धूमस्य अपेक्षया व्यापकः अधुना विपरीतत्वेन पश्यामः विंशत्यां पर्वतेषु केवलं सप्तसु धूमः वर्तते अतः तद् अधिकेषु धूम अभावः अस्ति नाम त्रयोदशसु दशसु किन्तु पञ्चदशसु वह्निः अस्ति नाम विंशत्याम् अधिकेषु अतः न्यूनेषु एव वह्नि अभावः वर्तते केवलं पञ्चसु त्रयोदशसु पर्वतेषु धूम अभावः पञ्चसु च वह्नि अभावः पञ्चसु पश्यतु चित्रे धूम अभावः व्यापकः वह्नि अभावः व्याप्यः यत्र यत्र वह्नि अभावः अस्ति पञ्चसु पर्वतेषु तत्र तत्र धूम अभावः अवश्यम् अस्ति अतः यत्र यत्र व्याप्यः तत्र तत्र व्यापकः किन्तु यत्र यत्र व्यापक अभावः तत्र तत्र व्याप्य अभावः यः व्याप्यः आसीत् नाम धूमः तस्य अभावः व्यापकः भवति यः व्याप्यः आसीत् नाम धूमः तस्य अभावः व्यापकः भवति अपि च यः व्यापकः आसीत् नाम वह्निः तस्य अभावः व्याप्यः भवति अग्रे पठामि वा विंशतिः पर्वताः सन्ति तेषु पञ्चदशसु वह्निः अस्ति सप्तसु च धूमः अस्ति आं महोदय प्रथम सप्त पञ्चसु पर्वतेषु सप्तसु प्रथम सप्तसु पञ्चसु पर्वतेषु वह्नि अभावः अस्ति वह्नि अभावः अस्ति अस्तु त्रयोदशसु पर्वतेषु धूम अभावः अस्ति अस्तु पश्यतु चित्रे वह्निः व्यापकः धूमः व्याप्यः चित्रे वह्निः व्यापकः धूमः व्याप्यः वह्निः अधिक क्षेत्रम् अधिकमस्ति व्यापकः धूमः व्याप्यः यत्र यत्र धूमः अस्ति तत्र सप्तसु पर्वतेषु यत्र यत्र धूमः अस्ति तत्र तत्र वह्निः अवश्यम् अस्ति अग्रिमं किम् अस्ति इदानीं यतोहि यतोहि वह्निः धूमस्य अपेक्षया व्यापकः वह्नेः क्षेत्रं बृहत् अस्ति इति अधुना विपरीतत्वेन पश्यामः विंशत्यां पर्वतेषु विंशत्यां पर्वतेषु केवलं सप्तसु धूमः वर्तते अतः तद् अधिकेषु धूम अभावः अस्ति नाम त्रयोदशेषु धूम अभावः एकनिमिषं भगिनि तत्र यतोहि चित्रस्य आवश्यकता अस्ति तर्हि तत्र तत्र स्थापयामि अस्तु महोदय केवलं सप्तसु धूमः वर्तते अतः तद् अधिकेषु धूम अभावः अस्ति नाम त्रयोदशसु ओके धूम अभावः अस्ति किन्तु पञ्चदशसु वह्निः अस्ति नाम विंशत्याम् अधिकेषु अतः न्यूनेषु एव वह्नि अभावः वर्तते वह्नि अभावः केवलं पञ्चसु पञ्चसु क्षम्यतां भगिनि तत्र सौलभ्यं भवति इति चिन्तयनेन अहं तत्र इतः केवलं सप्तसु धूमः वर्तते अतः तद् अधिकेषु धूम अभावः अस्ति नाम त्रयोदशसु किन्तु पञ्चदशसु वह्निः अस्ति नाम विंशत्याम् अधिकेषु अतः न्यूनेषु एव वह्नि अभावः वर्तते न्यूनेषु एव वह्नि अभावः वर्तते केवलं पञ्चसु ओके त्रयोदशसु पर्वतेषु धूम अभावः त्रयोदशसु पर्वतेषु धूम अभावः पञ्चसु च वह्नि अभावः पश्यतु चित्रे धूम अभावः व्यापकः वह्नि अभावः व्याप्यः वह्नि अभावः व्याप्यः भवति इदानीं पूर्वं वह्नि व्यापकः भवति इदानीं अभावस्थले वह्नि अभावः व्याप्यः भवति यत्र वह्नि अभावः अस्ति पञ्चसु पर्वतेषु तत्र धूम अभावः अवश्यम् अस्ति यत्र वह्नि अभावः अस्ति वह्नि अभावः व्याप्यः इदानीं तत्र धूम अभावः अपि अस्ति यत्र वह्नि अभावः अस्ति तत्र धूम अभावः अस्ति अवश्यमस्ति अतः यत्र व्याप्यः तत्र व्यापकः इदानीं व्याप्य अभावस्थले अपि यत्र व्याप्यः तत्र व्यापकः किन्तु यत्र व्यापक अभावः तत्र व्याप्य अभावः अन्वयव्याप्तिस्थले यत्र व्याप्यः तत्र व्यापकः यत्र धूमः तत्र वह्निः इति किन्तु अभावस्थले यत्र व्यापक अभावः धूम अभावः तत्र व्याप्य अभावः वह्नि अभावः वह्नि अभावः यत्र वह्नि अभावः तत्र धूम अभावः खलु यत्र धूमः न यत्र दट् इस् प्रथमं महोदय अन्वयव्याप्तिस्थले यत्र व्याप्यः तत्र व्यापकः यत्र धूमः तत्र तत्र वह्निः तदेव अन्वयव्याप्ति किन्तु यत्र व्यापक अभावः व्यापक अभावः इदानीं व्याप्यः भवति हा तर्हि व्यापकः भावः अस्ति बन्यभावः बन्यभावः यत्र यत्र बन्यभावः तत्र तत्र धूमभावः अथवा व्यापक अभावः बृहत् खलु धूमभावः व्यापकः भवति अभावस्थले धूमभावः व्यापकः बन्यभावः व्याप्यः भवति यः व्याप्यः आसीत् नाम धूमः तस्य अभावः व्यापकः भवति धूम अभावः व्यापकः भवति इदानीम् अपि च यः व्यापकः आसीत् नाम वह्निः तस्य अभावः वह्नि अभावः इदानीं व्याप्यः भवति अस्तु समीचीनं खलु आम् आं महोदय अतः तत्र चित्रस्य आधारेण तत्र वयम् एतद् तत्र अभावस्य पदस्य योजनेन किं भवति इति सम्यक् रीत्या अवगन्तुं शक्नुमः नाम व्याप्यः व्यापकः अस्ति अभावपदस्य संयोजनेन तत्र व्यापकाभावः व्याप्यः भवति व्याप्याभावः व्यापकः भवति व्याप्यस्य क्षेत्रं न्यूनम् इति कृत्वा तस्य अभावः बहुत्र वर्तते व्यापकस्य क्षेत्रं बृहत् इति कृत्वा तस्य अभावस्य क्षेत्रं न्यूनमस्ति न्यूनं भवति अतः यत्र व्यापकः नास्ति तत्र व्याप्यमपि अवश्यं नास्ति अतः व्यापक अभावं व्याप्यं भवति व्याप्याभावः व्यापकं भवति इति तावदेव अभावपदस्य योजनेन विपरीतं भवति किन्तु साधु अस्ति तदपि सत्यमस्ति इत्येव अस्तु तर्हि बहु समीचीनमस्ति अतः तत्र इदानीं तत्र नाम तत्र अन्वयव्याप्तिः अपि व्यतिरेकव्याप्तिः तत् कार्यं कथं करोति इति दृष्टवन्तः अस्य चित्रस्य विषये किञ्चित् अग्रे अपि दत्तमस्ति तदपि पठित्वा अग्रे सरामः तर्हि तत्र बहु किमपि तत्र चित्ररूपेण अपि दत्तमस्ति अतः एतत् सर्वं पठामः तर्हि अस्तु तर्हि धन्यवादः महोदय अन्वयव्याप्तिस्थले दत्त दीर्घवाक्यम् अहमपि एकवारं वदामि वा समयः अभवत् समयः अभवत् भगिनि तत्र किन्तु किन्तु अग्रिमे बगे चर्चयामः अस्तु अस्तु नमस्कारः धन्यवादः नमस्कारः अग्रिमे अग्रिमे